इदं शरीरम् इत्यादि श्लोकोपदिष्टस्य क्षेत्राध्यायार्थस्य सङ्ग्रहश्लोकः अयमुपन्यस्यते तत्क्षेत्रं यच्च इत्यादि व्याचिख्यासितस्य हि अर्थस्य सङ्ग्रहोपन्यासः न्यायः इति तत्क्षेत्रं यच्च यादृक्च यद्विकारीयतश्च यत् स च यो यत्प्रभावश्च तत्समासेन मे शृणु यद्निर्दिष्टम् इदं शरीरम् इति तत् तच्छब्देन परामृशति यच्च इदं निर्दिष्टं क्षेत्रं तत् यादृशं स्वकीयैः धर्मैः च शब्दः समुच्चयार्थः यद्विकारी यः विकारः यस्य तत् यद्विकारी यतः यस्मात् च यत् कार्यम् उत्पद्यते इति वाक्यशेषः स च यः क्षेत्रज्ञः निर्दिष्टः सः यत्प्रभावः ये प्रभावाः उपाधिकृताः शक्तयः यस्य सः यत्प्रभावश्च तत् क्षेत्रक्षेत्रज्ञयोः याथात्म्यं यथा विशेषितं समासेन संक्षेपेण मे मम वाक्यतः शृणु श्रुत्वा अवधारय इत्यर्थः तत् क्षेत्रक्षेत्रज्ञयाथात्म्यं विवक्षितं स्तौति श्रोतृबुद्धिप्ररोचनार्थं रोषेभिर्म बहुधा गीतं छन्दोभिर्विविधैः पृथक् ब्रह्मसूत्रपदैश्चैव हेतुमद्भिर्विनिश्चितैः ऋषिभिः वसिष्ठादिभिः बहुधा बहुप्रकारं गीतं कथितं छन्दोभिः छन्दांसि ऋगादीनि तैः छन्दोभिः विविधैः नानाभावैः नानाप्रकारैः पृथक् विवेकतः गीतं किञ्च ब्रह्मसूत्रपदैश्च एव ब्रह्मणः सूचकानि वाक्यानि ब्रह्मसूत्राणि तैः पद्यते गम्यते ज्ञायते इति तानि पदानि उच्यन्ते तैरेव च क्षेत्रक्षेत्रज्ञयाथात्म्यं गीतम् इति अनुवर्तते आत्मेत्येवोपासीत इत्येवमादिभिः ब्रह्मसूत्रपदैः आत्मज्ञायते हेतुमद्भिः युक्तियुक्तैः विनिश्चितैः निःसंशयरूपैः निश्चितप्रत्यय उत्पादकैः इत्यर्थः स्तुत्या अभिमुखीभूताय अर्जुनायाः भगवान् महाभूतान्यहङ्कारो बुद्धिरव्यक्तमेव च इन्द्रियाणि दशैकञ्च पञ्च चेन्द्रियगोचराः महाभूतानि महान्ति च तानि सर्वविकारव्यापकत्वं भूतानि च सूक्ष्माणि स्थूलानि तु इन्द्रियगोचरशब्देन विधायिष्यन्ते अहङ्कारः महाभूतकारणम् अहं प्रत्ययलक्षणः अहङ्कारकारणं बुद्धिः अध्यवसायलक्षणः तत्कारणम् अव्यक्तमेव च न व्यक्तम् अव्यक्तम् अव्याकृतम् ईश्वरशक्तिः मम माया दुरत्या इत्युक्तम् एव शब्दः प्रकृति अवधारणार्थः एतावत्येव अष्टधा भिन्ना प्रकृतिः च शब्दः भेदसमुच्चयार्थः इन्द्रियाणि दश श्रोत्रादीनि पञ्च बुद्ध्युत्पादकत्वात् बुद्धीन्द्रियाणि वाक्पाण्यादीनि पञ्चकर्मनिर्वर्तकत्वात् कर्मेन्द्रियाणि तानि दश एकञ्च किं तान् मनः एकादशं सङ्कल्पाध्यात्मकं पञ्च च इन्द्रियगोचराः शब्दादियो विषयाः तानि एतानि साङ्ख्याः चतुर्विंशतितत्त्वानि आचक्षते इच्छा द्वेषः सुखं दुःखं सङ्गातश्चेतना धृतिः एतत् क्षेत्रं समासेन सविकारमुदाहृतम् इच्छा यज्जातीयं सुखहेतुम् अर्थम् उपलब्धवान् पूर्वं पुनः तज्जातीयमुपलभमानः तम् आदातुमिच्छति सुखहेतुः इति सायम् इच्छा अन्तःकरणधर्मः ज्ञेयत्वात् क्षेत्रं तथा द्वेषः यज्जातीयमर्थं दुःखहेतुत्वेन अनुभूतवान् पुनः तज्जातीयमर्थम् उपलभ्यमानः तं द्वेष्टि सोऽयं द्वेषः ज्ञेयत्वात् क्षेत्रमेव तथा सुखम् अनुकूलं प्रसन्नसत्त्वात्मकं ज्ञेयत्वात् क्षेत्रमेव, दुःखं प्रतिकूलात्मकं ज्ञेयत्वात् तदपि क्षेत्रं। सङ्गातः देहेन्द्रियाणां सम्मतिः, तस्याम् अभिव्यक्तान्तःकरणवृत्तिः, तप्तैव लोहपिण्डे अग्निः, आत्मचैतन्याभासरसविद्ध चेतन, सा च क्षेत्रं ज्ञेयत्व। धृतिः यया अवसादप्राप्तानि देहेन्द्रियाणि ध्रियन्ते, सा च ज्ञेयत्वात् क्षेत्रं। सर्वान्तःकरणधर्मोपलक्षणार्थम् इच्छादिग्रहणम्। यतः उक्तम् उपसंहरति एतत् क्षेत्रं समासेन सविकारं सह विकारेण महदादिना उदाहृतम् उक्तम्। यस्य क्षेत्रभेदजातस्य सम्मतिः, इदं शरीरं क्षेत्रमिति उक्तं, तत्क्षेत्रं व्याख्यातं महाभूतादिभेदभिन्नं नृत्यन्तम्। क्षेत्रज्ञः वक्षमाणविशेषणः, यस्य सप्रभावस्य क्षेत्रज्ञस्य परिज्ञानम् अमृतत्वं भवति, तं ज्ञेयं यत्तत् प्रवक्ष्यामि इत्यादिना सविशेषं स्वयमेव वक्षति भगवान्। अधुना तु तज्ज्ञानसाधनगणम् अमानित्वादिलक्षणं, यस्मिन् सति तज्ज्ञेयविज्ञाने योग्यः अधिकृतः भवति। यत्परः सन्यासी ज्ञाननिष्ठः उच्यते, तम् अमानित्वादिगणं ज्ञानसाधनत्वात् ज्ञानशब्दवाच्यं विदधाति भगवान्। अमानित्वमदं भित्वम् अहिंसा क्षान्तिरार्जवम् आचार्योपासनं शौचं स्थैर्यमात्माविनिग्रहः। अमानित्वं मानिनः भावः मानित्वम् आत्मनः श्लाघनं, तदभावः अमानित्वम्। अदम्भित्वं स्वधर्मप्रकटीकरणं दम्भित्वं, तदभावः अदम्भित्वम्। अहिंसा अहिंसनं प्राणिनाम् अपीडनं, शान्तिः परापराधप्राप्तौ अविक्रिय। आर्जवं ऋजुभावः अवक्रत्वम्। आचार्योपासनं मोक्षसाधनोपदेष्टुः आचार्यस्य शुश्रूषादिप्रयोगेण सेवनं। शौचं कायमलानां रुज्जलाभ्यां प्रक्षालनम्। अन्तश्च मनसः प्रतिपक्षभावनीय रागादिमलानाम् अपनयनं शौचम्। स्थैर्यं स्थिरभावः, मोक्षमार्गे एव कृत अध्यवसायत्वम्। आत्मविनिग्रहः आत्मनः अपकारकस्य आत्मशब्दवाच्यस्य कार्यकरणसङ्गातस्य विनिग्रहः, स्वभावेन सर्वतः प्रवृत्तस्य सन्मार्गे एव निरोधः आत्मविनिग्रहः। किञ्च इन्द्रियार्थेषु वैराग्यम् अनहङ्कार एव च जन्ममृत्युजराव्याधि दुःखदोषानुदर्शनम्। इन्द्रियार्थेषु शब्दादिषु दृष्टादृष्टेषु भोगेषु विरागभावः वैराग्यम्, अनहङ्कारः अहङ्कार अभावः एव च जन्ममृत्युजराव्याधि दुःखदोषानुदर्शनम्। जन्म च मृत्युश्च जरा च व्याधयश्च दुःखानि च तेषु जन्मादिदुःखान्तेषु प्रत्येकं दोषानुदर्शनं। जन्मनि गर्भवासयोनिद्वारा निःसरणं दोषः, तस्य अनुदर्शनम् आलोचनं। तथा मृत्योः दोषानुदर्शनं, तथा जरायां प्रज्ञाशक्तितेजोनिरोध दोषानुदर्शनं परिभूतता च इति। तथा व्याधिषु शिरोरोगादिषु दोषानुदर्शनं, तथा दुःखेषु अध्यात्म अधिभूत अधिदैवनिमित्तेषु, अथवा दुःखानि एव दोषः दुःखदोषः, तस्य जन्मादिषु पूर्ववत् अनुदर्शनं। दुःखं जन्म, दुःखं मृत्युः, दुःखं जरा, दुःखं व्याधयः, दुःखनिमित्तत्वात् जन्मादयः दुःखं, न पुनः स्वरूपेणैव दुःखमिति। एवं जन्मादिषु दुःखदोषानुदर्शनं देहेन्द्रियादिविषयभोगेषु वैराग्यमुपजायते। ततः प्रत्यगात्मनि प्रवृत्तिः करणानाम् आत्मदर्शनः। एवं ज्ञानहेतुत्वज्ञानमुच्यते जन्मादिदुःखदोषानुदर्शनं। किञ्च असक्तिरनाभिष्वङ्गः पुत्रदारगृहादिषु नित्यं च समचित्तत्वम् इष्टानिष्टोपपत्तिषु। असक्तिः शक्तिः सङ्गनिमित्तेषु विषयेषु प्रीतिमात्रं तदभावः आसक्तिः अनभिष्वङ्गः अविष्वङ्ग अभावः अविष्वङ्गोनानाम् आसक्तिविशेष एव अनन्यात्मभावनालक्षणः यथा अन्यस्मिन् सुखिनि दुःखिनिव अहमेव सुखी दुःखी च जीवति मृतेव अहमेव जीवामि मरिष्यामि च इति क्व इति आह पुत्रदारगृहादिषु पुत्रेषु दारेषु गृहेषु आदिग्रहणात् अन्येष्वपि अत्यन्त इष्टेषु दासवर्गादिषु तच्च उभयं ज्ञानार्थत्वा ज्ञानमुच्यते नित्यञ्च समचित्तत्वं तुल्यचित्तत क्व इष्टानिष्टोपपत्तिषु इष्टानाम् अनिष्टानां च उपपत्तयः सम्प्राप्तयः तासु इष्टानिष्टोपपत्तिषु नित्यमेव तुल्यचित्तत इष्टोपपत्तिषु न हृष्यति न कुप्यति च अनिष्टोपपत्तिषु तच्च एतन्नित्यं समचित्तत्वं ज्ञानं किञ्च मयि चानन्ययोगेन भक्तिरव्यभिचारिणी विविक्तदेशसेवित्वम् अरतिर्जनसंसदि मयि च ईश्वरे अनन्ययोगेन अपृथक् समाधिन न अन्यो भगवतो वासुदेवात् परः अस्ति अतः स एव नः गतिः इत्येवं निश्चिता अव्यभिचारिणी बुद्धिः अनन्ययोगः तेन भजनं भक्तिः न व्यभिचरणशीला अव्यभिचारिणी सा च ज्ञानं विविक्तदेशसेवित्वं विविक्तः स्वभावतः संस्कारेण वा अशुच्यादिभिः सर्पव्याघ्रादिभिश्च रहितः अरण्यनदीपुलिनदेवगृहादिभिः विविक्तो देशः तं सेवितुं शीलम् अस्य इति विविक्तदेशसेवि तद्भावः विविक्तदेशसेवित्वं विविक्तेषु हि देशेषु चित्तं प्रसीदति यतः ततः आत्मादिभावना विविक्ते उपजायते अतः विविक्तदेशसेवित्वं ज्ञानमुच्यते अरतिः अरमणं जनसंसति जनानां प्राकृतानां संस्कारशून्यानाम् अविनीतानां संसत्संवायः जनसंसति न संस्कारवतां विनीतानां संसत् तस्याः ज्ञानोपकारकत्वात् अतः प्राकृतजनसंसदि अरतिः ज्ञानार्थत्वाज्ञानम्